नमस्कारः. प्रायः मासत्रयं वर्गः न चिन्तनमेलनं नासीत्. अधुना यङन्तधातूनां रूपसिद्धिः इति आरभ्य ततः आरभ्य पठामः. कुत्र अस्ति, एकनिमिषं स्वीकरोमि. यङन्तधातूनां लृट्लकारस्य रूपसिद्धिः इति षष्टमः बिन्दुः. भगिनी पठति वा भगिनि? द्वादशसु धातुप्रत्ययेषु इति आरभ्यते. भगिनि, आरम्भं करोतु. हरि ओम्. न श्रूयते भगिनी भवतः ध्वनिः. अहं करोमि वा? आं भगिनि. ओ, भवती स्वीकुर्वती अस्ति वा करपत्रम्? षष्टमः, तत्र षष्टः बिन्दुः भगिनि, सिक्स्थ् पायिण्ट्. कोऽपि न रिप्लै दत् जातं भगिनि, ईमेल् लिङ्क् नास्ति वा? अस्ति भगिनि, महोदय वाट् इस् दत् she is using yoga something, but na na na atra lishrakarah iti karpatra asti kalu ta karpatra asti bagini mama puratah iti tatra antabhagatah gachati chet antatah gachati chet saralina praptum shaknoti. गन्तधातूनां लुट् लकारस्य रूपसिद्धिः पठामि भगिनि. पठति वा? न श्रूयते भगिनि. हरि ओम् भगिनि, भवत्याः ध्वनिः न श्रूयते भगिनि. अहं न उक्तं, कोऽपि न उक्तं भगिनि. पठतु भगिनि. पठामि. यङन्तधातूनां लृट्लकारस्य रूपसिद्धिः द्वादशसु धातुप्रत्ययेषु यङ् प्रत्ययः अन्यतमः. वारं वारम् अथवा अधिकाधिकम् इत्यस्मिन् अर्थे भवति. यदा निच् अपि च सन् अस्य यङ् प्रत्ययधातूनां संयोजनेन नूतनधातुः निर्मितं भवति, तदा यङ्गन्तधातुः इति वदामः. यङ् प्रत्ययस्य किञ्चन वैशिष्ट्यम् अस्ति यत् तस्य लोपः अपि भवितुम् अर्हति. यङ् यत्र यङ् लुग् भवति तत्र यङ् लुगन्तधातु इति उच्यते. यङ्गन्तानां यङ् लुगन्तानां च अर्थः समानः, परन्तु रूपं भिद्यते. सरला भगिनी आगच्छति. नमस्कारः भगिनि. भारतप्रवासं कृतम् आसीत् भगिनि? इदानीमेव पश्यति दृष्टवती क्षम्यताम् पूर्वं पठितवन्तः द्वादश धातुप्रत्ययेषु यन् प्रत्यय अन्यतमः अस्ति अर्थः यङ्गन् धातु अर्थमस्ति वारं वारम् अथवा अधिकाधिकम् इति अर्थे भवति यङ् धातु अपि डिच् अपि सन् योजनेन नूतनधातुः भवति तदेव यङ् धातुतः अपि नूतनधातुः भवति अन्यविषयमस्ति यङ् लुक् यङ् लुक् भवति लोपः भवति तद् धातु नूतनधातु यङ् लुगन्तधातु इति उच्यते धन्यवादः भगिनी सरला भगिनी अहं वयं कुत्र स्मः इत्युक्ते षष्टः बिन्दुः अस्ति खलु तत्र करपत्रे अन्तिमभागात् प्राप्तवती धन्यवादः पठति वा अरुणा भगिनी उदाहरणं यथा पट् युग यङ् पापच्य इति यङ्गण्टधातुः पट् युग यङ् पापच्य यङ्गः लुक् पापट् इति यङ् लुगन्तधातुः पापच्य वयं जानीमः पठ्यं ऋत्वं भवति पापच्य इति रूपं भवति यङ् लुगन्तधातुः अस्ति चेत् लुक् भवति यङ् अतः पापट् एव पापट्य इति अदन्तधातुः पापट् इति हलन्तधातुः रूपं भिन्न एव परन्तु अर्थसमानः यङ् लटि पापच्यते यङ् लुगन्तस्य लटि पापट्टि उभयत्र वारं वारम् अथवा अधिकाधिकं पठति इत्यर्थः पठामि भगिनि यङ्गन्तधातूनां लुट्लकारस्य रूपसिद्ध्यर्थं बोध्यं यत् सर्वे यङ्गन्तधातवः अदन्ताः सन्ति अतः अतो लोपः इत्यनेन धातोः अन्ते यः अकारः अस्ति तस्य लोपः भवति आर्धधातुकप्रत्यये परे लुट्लकारस्य स्या प्रत्ययः आर्धधातुकसञ्ज्ञक एव अतः तस्मिन् परे अदन्त अङ्गस्य ह्रस्व अकारलोपः भवति अपि च सर्वे यङ्गन्तधातवः अनेकाचः इति कारणेन सेत् सर्वे अपि अत्र लुट्लकार साधना यङ्गन्तधातूनां लुट्लकारसाधन बोधव्यं सर्वे यङ्गन्तधातवः अदन्तधातवः अतः अतो लोपः इति सूत्रेण अन्ते यः अकारः अस्ति तस्य लोपः भवति निमित्तमस्ति अर्धधातुकप्रत्यये परे तदेव लुट्लकारस्य स्या प्रत्यय अर्धधातुसैनिक एव अतः तस्मिन् परे अदन्तङ्गस्य ह्रस्वकारलोपः भवति पापटिषति इति भवति खलु पापटीष्य इति अस्ति पापटिष्यति पापटिष्यति इति वा पश्यामः अग्रे पठामः प्रायः दोषः स्यात् गङ्गन्तदातवः द्विविधाः येषु यङ् प्रत्ययात् पूर्वम् अच्वर्णः अस्ति येषु च यङ् प्रत्ययात् पूर्वं हल् वर्णः अस्ति यङ् प्रत्ययात् पूर्वम् अच्वर्णः अस्ति चेत् अतो लोपः इत्यनेन धातोः अन्ते यः अकारः अस्ति तस्य लोपः भवति तावदेव कार्यं यङ् प्रत्ययात् पूर्वं हल् वर्णः अस्ति चेत् प्रश्न उदेति यत् यस्य हलः इत्यनेन या शब्दस्य लोपः अथवा यस्य हलः इत्यनेन यकारस्य एव लोपः तत् अतो लोपः इत्यनेन धातोः अन्ते यः अकारः अस्ति तस्य लोपः भवति. यङ्गन्तदातवः द्विविधाः भगिनि एषु यङ् प्रत्यय पूर्वम् अच्वर्ण अस्ति अन्यचि यङ् प्रत्ययात् पूर्वं हल् वर्णः अस्ति. अल् अच्वर्णः अस्ति प्रत्यय यङ् प्रत्यय पूर्वम् अतो लोपः इत्यनेन अकारलोपः भवति. तदेव पूर्वं यङ्गन्त प्रत्यय पूर्व हल् वर्णः अस्ति चेत् चर्च संशयः अस्ति प्रश्न यस्य हलः इत्यनेन या शब्दस्य यकार अकार लोप द्वयोः लोपः भवति वा अथवा अस्य हलः इत्यनेन यकारस्य एव लोपः वा अतो लोपः इत्यनेन दातु अन्ते यः अकारः तस्य लोपः भवति इति प्रश्न उदेति प्रश्नानि वदन्ति. यङ् प्रत्ययात् पूर्वम् अच्युवर्णः अस्ति चेत् नेनीय यग इष्यते अतो लोपः नेनीय इष्यते नेनीष्यते नेनी इष्यते एवमेव लोलूय लोलूयिष्यति भो भूय यग इष्यते भो भूयिष्यति अदन्ताङ्गस्य हस्वाकारलोपः भवति आजजातकप्रत्यये परे. यङ् प्रत्ययात् पूर्वं हल् वर्णः अस्ति चेत् प्रश्नः आयाति सम्भावनाद्वयम्. एकः सम्भावना अस्ति बाभ्रश्च यव इष्यते यस्य हलः इत्यनेन या शब्दस्य लोपः भवति बाभ्रश् इष्यते बाभ्रश्यते. अन्य सम्भाव अस्ति बाभ्रश्य यव इष्यते अस्य हलः अनेन बाभ्रश् अस्ति भगिनि बाभ्रश योगहिष्यति आमां न न ब्राभ्रश किमर्थं यकारस्य लोपः जातः तदा तु अकारः तिष्ठति इति कृत्वा बाभ्रश इति भवति खलु यकार अकार ओके ओके भगिनि यकारलोपेन अकार अस्ति अतः अतो लोपः इत्यनेन लुक् भवति बाभ्रश्यपिष्यते बाभ्रशिष्यते इति केवलं यकारस्य लोपः वा नो चेत् यकार शब्दः अकारसहित यकारस्य लोपः वा इति प्रश्नः. यदि अकारसहित यकारस्य लोपः अस्ति चेत् एकमेव सोपानं भवति न तथा नास्ति अकारसहित यकारस्य लोपः नास्ति केवलं य तत्र य इति वर्णस्य एव लोपः इति चिन्तयामश्चेत् तर्हि सोपानद्वयं जायते प्रथमं यस्य लोपः हलः तदनन्तरम् अतो लोपः इति अवगच्छामि. सरला भगिनी भवती पठति वा भगिनी अग्रे. धन्यवादः. नमस्कारः भगिनि. भाभ्रश्य अन्या सम्भावना भाभ्रश्य इति यस्य हल् सूत्रं हल् उत्तरस्य य शब्दस्य लोप भवति आर्धधातुकप्रत्यये परे यस्य षष्ट्यन्तं हल पञ्चम्यन्तं द्विपदमिदं सूत्रम् अतो लोपः इत्यस्मात् लोपः इत्यस्य अनुवृत्तिः अङ्गस्य आर्धधातुके इत्यनयो अधिकारः अनुवृत्तिसहितसूत्रं हलः यस्य अङ्गस्य लोपः आर्धधातुके यस्य हल इति सूत्रमस्ति अङ्गाधिकारे अस्ति अपि धातुके अधिकारे अस्ति हल् उत्तरस्य य शब्दस्य लोपः भवति आर्धधातुके प्रत्यये परे तु इति हलः इति अनुवृत्तिसहितसूत्रम् इति हलः इति पञ्चमी विभक्ति अस्ति तु हल् उत्तरस्य यस्य यः शब्दः तस्य षष्ठीति यस्य स्थाने अस्ति यस्य अङ्गस्य लोपः अङ्गस्य इति भवति विशेषं यस्य भवति विशेषणं लोप इत्यस्य लोपः भवति आर्धधातुके इति सप्तमी भक्ति अस्ति परनिमित्तिकम् आर्धधातुक प्रत्यये परे तुचि निमित्तसप्तमी भवति अत्र आर्धधातुके उदाहरणमस्ति एवमेव नेन ज्य योग इष्यते यस्य हलनेन यदि य शब्दस्य लोप भवति नेनिज् योगयिष्यते नेनिज्यते तथैव वेविध्यति दन्द्रमिष्यते चङ्क्रमिष्यते लेलिक्ष्यते पापतिष्यते वावशिष्यते वेवि तन्द्रमय द्वितीय वैविध्य इष्यति इति मुद्रणदोषमस्ति साधु सर्वे यङन्त आत्मनिपदी अस्ति तत्र आम् किन्तु वैविध्ययोगः इष्यति वैविधिष्यति इति भवति खलु किन्तु इति अहं पृच्छामि इष्यति भवेत् वा इष्यते भवेत् अन्यथा कुत्र स्थापितम् अस्ति तथा एव स्थापितम् अस्ति खलु वे विदिष्यति इति एव स्थापितम् अस्ति अस्तु अत्र कुत्रचिदपि पश्यति वा नानु अत्र इति अहं तत्र पूर्णत्वे अकारसहित यकारस्य लोपः जायते वेविद्योगः इष्यति वेविदिष्यति अत्र अवधातव्यं यत् नेनिज् योग इष्यति वेविद् योग इष्यति मोहम्मद् योग इष्यति इत्येषु स्थलेषु उपधायां लघु एकवर्णः जायमाना अस्ति परन्तु अचः पूर्वस्मिन् पूर्वविधौ इत्यनेन परनिमित्तिक अजादेशस्थानिवत् भवति पूर्वविधौ कर्तव्ये येन अलोपस्थानिवत् भवति यस्मात् गुणकार्यं न जायते तु इदानीं उदाहरणमस्ति नेनेज् विविध् अपि या मोमुद् अस्ति तत्र या पापठति तत्रापि उपधायाम् अकार अस्ति तु अत्र आदधातुकप्रत्ययपरे इति भवेत् अतो अतो उपधायाम् इति कार्यं करोति स्म किन्तु इति न अभवत् कथम् इत्यस्य उत्तरमस्ति अच पूर्वस्मिन् पूर्वविदो इति सूत्रम् आगत्य तत्र अकार यत् अस्ति स्थानिवत् भवति यदि अकार स्थानिवत् भवति तत् अजादेश परनिमित्तिक अस्ति परनिमित्तिक इत्युक्ते यत् द्वयं निमित्तमस्ति एकस्य अजादेश परनिमित्तिकमस्ति द्वितीय अस्ति अजादेश पूर्वविद्यु कर्तव्ये अस्ति यथा उदाहरणम् अस्ति नेनिज् तो इकार अत्र उपधायाम् अस्ति इष्यते इति आर्धधातुकप्रत्ययः अस्ति तो पुगन्तलघुपत्यस्य अस्य अस्य प्रसक्तिः अस्ति तो नेनेजिष्यति इति भवेत् किन्तु इति न भवति अच पर्वसन् पर्वविदो यत् अकारस्य अत्र अकारस्य लोप अभवत् यशब्दस्य लोप अभवत् इति अग्रे तस्य चर्चा अस्ति यत् इदानीम् अहम् अकार एव स्वीकरोमि तो अकार यत् लोप भवति य शब्दस्य अनन्तरं तत् अकार अजादेश भवति यत् तत् अजादेश परनिमित्तिकम् अस्ति परनिमित्तिक इदानीमपि तत् इष्यते इति आर्धधातुकप्रत्ययः अस्ति अतः अजादेश परनिमित्तिकम् अस्ति अपि पूर्वविधो पूर्वविधि कर्तव्ये देशिकरीत्या इकार इति उपधायाम् अस्ति, इदानीम् अजादेश आगत्य उपधायां जकार भवति न तु ईकार, तो अतः तत् निषेधं करोति पुगन्तलघुपदस्य इत्यस्य कार्यं, तो अच पूर्वस्मिन् पूर्वविधो इति सूत्रम् अजादेशपरनिमित्तिक पूर्वविधो कर्तव्ये इति आगत्य पूर्वगुणकार्यस्य निषेधं करोति इति अस्ति तस्य उत्तरं. सूत्रम् अच परस्मिन् पूर्वविधौ परनिमित्तिक अजादेश स्थानिवत् भवति पूर्वविधौ कर्तव्ये. अच स्थाने य आदेश स अजादेश, यस्य स्थाने आदेश विधीयते सः स्थाने. अजादेश स्थानिवत् नाम य आदेश अच स्थाने विहितः स पुनः मूलः अच इव स्थानिवत् भवति. पूर्वविधो नाम सा स्थिति यदा स्थानिनः अच पूर्वस्थितस्य कार्यं विधीयते परस्मिन् इति निमित्तसप्तमी, पूर्वविधौ इति विषयसप्तमी, पूर्वस्य विधिः पूर्वविधिः षष्ठी तत्पुरुषसमासः, तस्मिन् पूर्वविधौ अचः षष्ठ्यन्तं परस्मिन् सप्तम्यन्तं पूर्वविधौ सप्तम्यन्तं त्रिपदमिदं सूत्रम्. स्थानिवत् आदेश अनल्विधौ इत्यस्मात् स्थानिवत् आदेश इत्यनयो अनुवृत्ति अनुवृत्तिसहितसूत्रमस्ति. अचः आदेश स्थानिवत् परस्मिन् पूर्वविधौ. तो इदानीं सूत्रमस्ति इति निषेधसूत्रमस्ति अच परस्मिन् पूर्वविधौ. यत् परनिमित्तक अजादेश स्थानिवत् भवति पूर्वविधौ कर्तव्ये. इदानीं प्रथमं वयं जानीमः अजादेश इत्युक्ते किं, यत् लोप भवति, यत् अच् वर्ण लोप भवति तस्य स्थाने यत् आदेश भवति, तो लोप इति स्थाने अस्ति तत्र यत् आदेश आगच्छति तद् भवति अजादेश. इदानीं स्थानिवत् तस्य अर्थं किम् अस्ति, यत्र स्थानी यत् स्थानी लोप अभवत् तस्य स्थाने यत्र अचुवर्ण पुनः आगत्य तस्य तत्र इति सम्भावना ददाति तत् यत्र अत्र इदानीम् अपि अस्ति तत्र भवति स्थानिवत्. अपि पूर्वविधौ इति इदानीं परस्मिन् इति परसप्तमी निमित्तम् अस्ति, तो परनिमित्तिक कीदृश अजादेश अस्ति इति परनिमित्तिक परनिमित्तिक इति अजादेशस्य विशेषणम् अस्ति कीदृश इति अस्ति कारण इति परनिमित्तं यत् अर्धधातुकप्रत्यय अस्ति तत्र यदि तस्य तत् वर्तते तदानीम् एव परनिमित्तिक भवति अजादेश, तु अजादेश परनिमित्तिकम् अस्ति. इदानीं पूर्वविधौ, पूर्वविधौ इति अपि सप्तमी विभक्ति अस्ति किन्तु इति विषयसप्तमी अस्ति. पूर्वविधौ इति अस्ति यत्र अजादेश यदि लोप अभवत् अचुवर्ण तत्र यत् पूर्वविधो पूर्वविधि यत् अस्ति यत् सूत्रं कार्यं करोति तत् भवति पूर्वविधि. तत् भवति यदि उपधायाम् अजादेश उपधायाम् अत् वर्ण अस्ति वा एक वर्ण अस्ति तु तत् पुगन्तलघुपद्यस्य या अत् उपधाया तेषां पूर्वविधि इति कार्यं कर्तुं शक्नोति किन्तु तत् बाधते इति सूत्रम् अच परस्मिन् पूर्वविधौ अजादेशपरनिमित्तक पूर्वविधौ इति कृत्वा तत्र आगच्छति तो अत्र निषेधं करोति इति सूत्रस्य अर्थमस्ति. तु अचः इति भवति प्रथमा भक्ति आदेश प्रथमा भक्ति स्थानिवत् इति भवति स्थानिवत् भवति परस्मिन् इति सप्तमी विभक्ति निमित्तं सप्तमी पूर्वविधौ इति पूर्वविधौ कर्तव्ये इति आगच्छति तत्र अस्ति विषयसप्तमी. साधु भगिनी आं भगिनि अस्तु विस्तृतेन भवति महोदय वारं वारं द्वि वर्गद्वयम् इति कृतवान् प्रत्येकस्मिन् प्रत्येकविद्यार्थी पृष्टवान् कथम् इति अस्ति प्रत्येकं वर्णं करोति शैल्यां भगिनि कदा आगतवती भगिनि भारतात् अहं एप्रिल् 7 भगिनि सप्तदिनाङ्के अहमपि सप्तदिनाङ्के एव आगतवती अस्तु अग्रे पठामि पठतु भगिनि उदाहरणार्थं चिरादिगणे त्रिनवति धातव अदन्ताः सन्ति यथा कथ गृह गण शिप येषाम् अन्ते हस्व अकार वर्तते तस्य अकारस्य लोप तु भवति परन्तु उपदेशे उपदेशे जनुनासिक इति सूत्रेण यतोहि एषु धातुषु स य अन्त्य अकार अनुनासिक नास्ति एव अतः इमे अकाराः संज्ञकवर्णा न सन्ति तर्हि येषां धातूनाम् अन्त्य अकारः कथं लुप्यते चुरादिगणे धातुभ्यः निच् प्रत्यय विधीयते य आर्धधातुकसंज्ञक अथ अतो लोप इत्यनेन अकारलोप सिद्ध्यति इदानीं महोदय उदाहरणं चुरादिगणस्य ददाति चुरादिगणे त्रिनवति धातव सन्ति ये अदन्तधातव सन्ति ये अदन्तधातव सन्ति किन्तु ते अनुनासिक अदन्तधातव न सन्ति तेषां कथम् अकार यत् अन्ते अस्ति तस्य लोप भवति इति उपदेशे जनुनासिक इति सूत्रेण संज्ञा न भवति कारणकी अनुनासिकवर्णना अस्ति किन्तु अतो लोप इति सूत्रेण भवति अदादि चुरादिगणे कथ उदाहरणमस्ति कथ ग्रह गण शिप किन्तु शप् प्रत्यय विधानं पूर्वं निच् आगच्छति तत् स्वार्थे निच् यदि आगच्छति तत् तत्र अस्ति अर्धधातुकप्रत्यय अतो लोप इति सूत्रम् वदति अदन्ताङ्गस्य हस्वकारस्य लोप भवति आर्धधातुकप्रत्यये परे तु इति निमित्तानि पूरितं भवति अतः अतो लोप इत्यस्य कार्यं भवति चुरादिगणे तो अतो लोप वयं पूर्वं दृष्टवन्तः अदन्तस्य हस्व अकारलोप भवति आर्धधातुकप्रत्यये परे येन विदितस्य इत्यनेन अत अङ्गस्य नाम न केवलं हस्व अकार इति अङ्गस्य अपि तु हस्व अकारान्त अङ्गस्य अलोन्त्यस्य इत्यनेन अन्तिमवर्णस्य एव लोपः न तु अङ्गस्य उपदेशे अनुवर्तते अथ प्रसक्तिः केवलम् उपदेश अवस्थायाम् अथ षष्ठ्यन्तं लोपः प्रथमान्तं द्विपदमिदं सूत्रम् अनुदातोपदेशवनति तनोति इत्यादीनाम् अनुनासिको लोपो झलि इति यस्मात् उपदेशे इत्यस्य अनुवृत्ति अङ्गस्य आर्धधातुके इत्यनयो अधिकारः अनुवृत्तिसहितसूत्रमस्ति अतः अङ्गस्य लोप आर्धधातुके उपदेशे तो अतः इति अदन्त अङ्गमस्ति षष्ठ्यम् इति तपरकरणम् अस्ति अत्र अङ्गस्य इति विशेष्यम् अतः इति भवति विशेषणं लोपः प्रथमा भक्ति तस्य विधिः अस्ति आर्धधातुके इति परनिमित्तकम् अस्ति उपदेशे उपदेशे अवस्थायां विशेषसप्तमी भवति आर्धधातुके उपदेशे तो अतो लोप इति न केवलं यत् अतः यत् अङ्गम् अदन्तम् अङ्गमस्ति परिभाषासूत्रं येन विदितदन्त्य इति आगत्य निर्देशं करोति यत् अङ्गं यत् अदन्तम् अङ्गमस्ति न केवलम् अदन्तम् अङ्गमस्ति तत् अन्ते भवेत् अदन्त अत् अङ्ग अत् वर्ण अपि अलोन्त्यते इति केवलम् अकारस्य एव स्वीकर्तव्यं भवति इति अस्ति अस्तु अहं पठामि वा भवती पठतु पठामि भगिनि. यथा ततः अर्भे खलु. कथयोगः णिच् तत्र यत्र यथा भगिनी उक्तवती तत्र णिच् इति प्रत्ययः आर्धातुकप्रत्ययः अस्ति. तर्हि आर्धातुके उपदेशावस्थायां कथ इति आर्ध उपदेशावस्थायां वर्तते. तर्हि आर्धातुके प्रत्यये परे कथ इति अदन्तस्य अङ्गस्य अकारस्य लोपः भवति, कथ् इति प्राप्नुमः. तदनन्तरं कत् योगः इष्यति तत्र किम् अस्ति अथोपदायाः इत्यनेन वृद्धिः न जायते. किमर्थम् इत्युक्ते पुनः अत्र तत्र अजः परस्मिन् पूर्वविधौ इत्यनेन यः अजादेशः जातः लोपादेशः अकारस्य स्थाने सः लोपादेशः पूर्ववत् अच्वत् भवति इति कृत्वा तत्र अच्वत् भवति. यत्र पूर्वविधिकार्यं यत्र वयं कुर्मः, उदाहरणार्थम् अतोपदायाः इति पूर्वविधिः अस्ति, कार्यक्षेत्रात् पूर्वं भवति इति कृत्वा पूर्वविधिः अस्ति कृत्वा अतोपदायः इत्यस्य दृष्ट्या सः लोपादेशः अच्वत् भवति इति तत्र अतोपदायः इत्यस्य कार्यं न भवति. तथा एव तत्र गृहयोगः णिच् इत्यस्मिन् पुनः तत्र अतोलोपः इत्यनेन अकारस्य लोपादेशः जायते. तदनन्तरम् अधुना पुगन्तलघुपदस्य च इत्यस्य कार्यं भवेत् किन्तु तद् न भवति. किमर्थम् इत्युक्ते पुनः पुगन्तलघुपदस्य च इति पूर्वविधिः अस्ति. इत्युक्ते तत्र उपदावर्णस्य गुण आदेशः भवेत् किन्तु तत्र यः अजादेशः सः तु लोपादेशः अच्वद् भवति अजः परस्मिन् पूर्वविधौ इति सूत्रेण इति कृत्वा तत्र पुगन्तलघुपदस्य च इत्यस्य दृष्ट्या सः तु अच्वर्णमेव पश्यति न तु लोपम् इति कृत्वा गृहीति एव तिष्ठति. इदानीम् अग्रे पठामि. इदानीं कत् इति धातुः अस्ति, गृहीति धातुः अस्ति. अस्यां दशायां कत् धातोः उपदायाम् अत् ह्रस्व अकारः इत्यस्य वृद्धिः, अपि च गृह्धातोः उपदायां लघु इकः गुणः इति भवेत्. किन्तु कथमिति तत्र पुनः अत्र सूत्रविवरणमस्ति. अथोपदायाः इति उपदायाम् अतः वृद्धिः नितिनिति प्रत्यये परे अनुवृत्तिसहितसूत्रम् अङ्गस्य उपदायाः अतः वृद्धिः निति इति पुगन्तलघुपदस्य च इति सूत्रं वदति. पुगन्तस्य अङ्गस्य लघु उपदस्य च एकः गुणः भवति सार्वधातुके आर्धात्विके च प्रत्यये परे इति. आभ्यां सूत्राभ्यां कार्यम् अभविष्यत्, परन्तु धातुः अदन्तः चेत् इमे सूत्रे प्रबाद्य अन्यत् सूत्रं कार्यं करोति अतः परस्मिन् पूर्वविधौ इति. इत्थं च चुरादिगणे अदन्तधातुभ्यः निच् प्रत्ययः विधीयते, अतः लोपः स्थानिवत् नाम ह्रस्वकारः इव. अनेन कारणेन अत उपदायाः इति सूत्रस्य दृष्ट्या कथ धातुः कथ इतिवत् दृश्यते. तस्मात् उपदायां तकारः प्रतीयते न तु ह्रस्वकारः, न ह्रस्वकारः प्रतीयते न तु भिन्नरूपेण दातव्यं खलु. ह्रस्वकारः प्रतीयते न तु तकारः. अस्यां दशायां किमपि कार्यं न भवति खलु भगिनि. तत्र तस्मात् उपदायां तकारः, आमामां क्षम्यताम्, उपधावर्णः तकारः अस्ति न तु ह्रस्वकारः. अजादेशः अभवत् अतः तत्र ककार उत्तरवती अकारः न पश्यति उपदायां, किन्तु अकार उत्तरवती तकारं पश्यति इति कृत्वा तत्र कार्यं न भवति. अतोपदायः इत्यस्य कार्यं नास्ति. कथयोगः णिच् इत्यस्मिन् पुनः तदेव, तत्र चुरादिगणे अस्माभिः अधीतमासीत् तत्रैव पुनस्मरणत्वेन महोदय अत्र दत्तवान्. कथयोगः णिच् इत्यस्मिन् अतोलोपः इति तत्र अतोलोपः इत्यस्य निमित्तं किमस्ति, आर्धातुके प्रत्यये परे उपदेशावस्थायाम् अतः अङ्गस्य लोपः भवति इति कृत्वा तत्र कथ भवति कथयोगः णिच् इति. अधुना उपदाय णिति प्रत्यये परे तत्र अदन्तस्य अङ्गस्य उपदायाः वृद्धिः जायेत, तदा तु कात इति भवेत्. किन्तु इत्यनेन स्थितस्य अतः वृद्धिः भवति कातः इति भवेत्, किन्तु तत् न भवति अचः परस्मिन् पूर्वविधौ इति सूत्रेण तत् धातोः अन्त्यस्य लोपः अत् इव दृश्यते, ह्रस्वकारवत् दृश्यते इति कृत्वा उपधायां तकारः अस्ति, अथोपदायः इत्यस्य सूत्र इति सूत्रेण खत इति दृश्यते इति कारणतः उपधायाम् अधुना तकारः वर्तते अतः वृद्धिः न भवति। एवमेव गृहयोगः णिच् अतो लोपः इति अनेन ह्रस्वकारस्य लोपः अन्तिम अदन्तस्य ह्रस्वकारस्य लोपः आर्धातुके प्रत्यये परे उपदेशावस्थायां, तदनन्तरं पुगन्तलघुपदस्य च इत्यनेन गर् इति भवेत्, किन्तु तत्र तद् न भवति। किमर्थम् इत्युक्ते पुगन्तलघुपदस्य च इति पूर्वविधिः अस्ति, अस्य दृष्ट्या तत्र अचः यः लोपादेशः जातः सः तु अच्वत् दृश्यते इति कृत्वा गृह इति एव पश्यति, अचः परस्मिन् पूर्वविधौ इति गृह्यते इत्येव प्राप्नुमः, पुगन्तलघुपदस्य चित्तस्य कार्यं नास्ति। अत्र प्रकृतौ तथा एव यथा अस्माकं तत्र यङन्तधातूनां नेमिज् योग नेमिज्य इति यङन्तधातुः योगः इष्यते, अधुना नेनिज्य इत्यस्य तु अस्माकं किं जातं, यकारस्य यशब्दस्य लोपः जातः यस्य हलः इत्यनेन, तदा नेनिज् योगः इष्यते इति प्राप्तम्। अधुना प्रश्नः उदेति इष्यते इति आर्धातुकप्रत्ययः अस्ति, इष्य इति प्रत्ययः, तर्हि नेनेज् इति तत्र गुणकार्यं भवति वा इति प्रश्नः आसीत्, तस्यैव उत्तरम् अग्रे दीयते। तर्हि नेनिज् योगः इष्यते इति स्थले यदा पुगन्तलघुपदस्य इत्यनेन उपधायां तस्य लघु एकः गुणः जायमानः तदा इष्यति इति निमित्तं मत्वा अल्लोपः स्थानिवत् भवति, अतः उपधागुणः न सम्भवति। अत्र प्रश्नः आगतः यत् यस्य हलः इत्यनेन य शब्दस्य लोपान्तरं तद् यदा पुगन्तलघुपदस्य इत्यनेन गुणः जायमानः तदा इष्यति इति निमित्तं मत्वा अल्लोपः स्थानिवत् भवति इत्यस्मात् उपधागुणः यत्र बाधितः तत्र अल्लोपः स्थानिवत् इत्यनेन इत्यस्य कथनेन अल्लोपस्य स्थानिवत्वम् अकारे एव वा सम्पूर्ण यशब्दे वा इति तत्र प्रश्नः उदेति। स्थानिवद्भावः केवलम् अकारस्य वा नो चेत् यशब्दस्य एव पूर्ण अकारोत्तरवति यकारस्यपि भवति वा इति प्रश्नः। तत्र मात्रा उच्यते यत् अचः परस्मिन् पूर्वविधौ इत्यनेन परनिमित्तिकः अजादेशः स्थानिवद् भवति पूर्वविधौ कर्तव्ये, सूत्रेव अत्रैव सूत्रार्थे अस्यां परिस्थित्यां समस्या जायते, यतोहि यशब्दस्य लोपः अजादेशः एव नास्ति, अतः यशब्दस्य लोपः प्रसङ्गः इति चेत् अचः परस्मिन् पूर्वविधौ इत्यस्य प्रसक्तिः एव नास्ति। यदि वयं पूर्णस्य ये शब्दः इति स्वीकुर्मः, अत्र यकारः अकारः इति न स्वीकुर्मः चेत्, ये शब्दः इति स्वीकुर्मः चेत् तर्हि अचः परस्मिन् पूर्वविधौ इति प्रसक्तिः एव न भवति। किमर्थम् इत्युक्ते अत्र अच्वर्णस्य आदेशः तु न जातः, किन्तु य शब्दस्य आदेशः जातः इति तत्र प्रश्नः उदेति। अस्य समाधानम् अन्य कोऽपि पठति वा? अरुणा भगिनी पठितुमिच्छति वा भगिनि? आं भगिनि, समाधानत्वेन धातुभिः प्रतिपाद्यते यत् यस्य अलः इत्यनेन। भगिनि मम एकः प्रश्नः अस्ति, मातृभिः कथं मातृभिः इति दत्तमस्ति, माता एकवचने भवेत्, मात्रा इति भवेत्, बहु स्थलेषु इति दत्तमस्ति पितृभिः मातृभिः बहुवचने दत्ति। आम्, आदरः कदाचित् आदरं दर्शयितुं बहुवचने तत्र प्रयोगः जायते। अस्माकं तमिळ्भाषायामपि तथा अस्ति, यद्यपि ज्येष्ठः अस्ति तस्य तु बहुवचने प्रयोगः जायते। अस्तु, धन्यवादः। किन्तु एकवचने अस्ति इति कृत्वा तत्र आदरः नास्ति इति किमपि नास्ति, एकवचने अस्ति अपि आदरः अस्ति, कदाचित् बहुवचने अपि प्रयोगः जायते। अस्तु, लौकिक तत्र किमस्ति, अस्माकं संस्कृतिः तथा वर्तते इति कृत्वा। अस्तु, धन्यवादः। भगिनि अत्र प्रश्नः तदेव पठनीयं भगिनि. अत्र प्रश्नः आगतः यत् यस्य पठितवती भगिनि समाधानत्वे मातृभिः प्रतिपाद्यते यत् यस्य हलः इत्यनेन या शब्देस्य लोपो न भवति एकारस्य एव लोपः तदा अतो लोपः इत्यनेन अकारस्य लोपः अदन्त अङ्गस्य ह्रस्व अकारलोपो भवति आदुधातुकप्रत्यये परे प्रथमं यस्य हलः तदा अतो लोपः यदि अतो लोपः इत्यस्य कार्यं प्रथमं क्रियते तर्हि यस्य हलः इत्यस्य प्रसक्ति एव न भविष्यति. यकार उत्तरवत् चकारस्य अभावात् अपि च अचः परस्मिन् पूर्वविदो इत्यस्मिन् स्थानिवद्भावः निषेधार्थं न तु विधानार्थं भवति. अतः अतो लोपः इत्यनेन अकारलोपविधानं साधयितुं न शक्यते अकारस्य स्थानिवद्भावेन. यस्य हलः इत्यनेन व्यकारस्य एव लोपः इयम् आश्चर्यस्य वार्ता यतोहि यस्य हलः इत्यस्य काशिका व्याख्यायां लिखितमस्ति यत् हल उत्तरस्य यशब्दस्य आदुधातुके लोपो भवति. सिद्धान्तकौमुद्याञ्च हलः परस्य यशब्दस्य लोपः स्यात् आदुधातुके. तदुत्तरे माता वदति यत् द्वयोः ग्रन्थयोः या शब्दः इत्यस्य अर्थः एवं नास्ति यत् यकार अकारयोः लोपो भवति. उभयग्रन्थे सङ्घातग्रहणम् इत्यस्य उक्तत्वात् सङ्घातग्रहणम् इत्यस्य सम्पूर्णबोधनार्थम् अग्रे पठितव्यम्. मातपि मतमस्ति यस्य हलः सूत्रे या शब्दस्य लोपः न भवति केवलं यकारस्य लोपः भवति. ततः अतः लोप अल्विद्य यकारस्य लोपः अत्र अतो लोपः इत्यनेन अकारस्य लोपः भूतम् निमित्तमस्ति आदुधातुकप्रत्यये परे. प्रथमं ओ ओके प्रथमं किं सूत्रं करणीयं यस् हलवा रातो लोपः इति प्रश्नः अस्ति चेत् दन्त अङ्गस्य ह्रस्वकारलोपो भवति. प्रथमं यस् हलः तदा अतो लोपः यदि अतो लोपः इत्यस्य कार्यं प्रथमं कृते चेत् तस्य लोपः सूत्रस्य प्रसक्ति प्रयोजनं न भविष्यति. अतः यकार उत्तर अतः पूर्वं अतो लोपः इति कर्तव्यं. तदनन्तरम् अचः प्रस्मिन् पूर्वविदो इत्यनेन स्वानिर्भावात् निषेधार्थनिर्विधानार्थं भवति. अतः परस्मिन् पूर्वविदसूत्रं निषेधार्थकसूत्रमस्ति. अतः अतो लोपतरेण अकारलोपधानं साधयितुं न शक्यते. न अवगतं भगिनि अकारस्य स्थाने उद्भावेन यकार मया अवगतं या शब्दस्य लोपो भवति अत्र अतः परस्य पूर्वविदो कार्यं प्रश्नशक्तिः नास्ति इति. आं भगिनि न अहम् एवम् अवगच्छामि भगिनि. तदा महोदय यत्र काशिकायां तु यशब्दस्य लोप यशब्दस्य लोपः इत्युक्तमस्ति. सिद्धान्तकौमुद्यामपि यशब्दस्य इत्युक्ते अकारसहित यकारस्य लोपः इत्येव उक्तमस्ति इति पूर्वम् उक्तम्. तदनन्तरम् अधुना महोदय वदति यदि यशब्दस्य लोपः चेत् यकारसहित यकारस्यपि लोपः अस्ति खलु तर्हि, किन्तु अचः परस्मिन् पूर्वविधौ इति केवलम् अजादेशः एव निमित्तमस्ति. यशब्दः तत्र न य शब्दस्य यदि पूर्णतया वयं स्वीकुर्मः चेत् तदा तु अचः परस्मिन् पूर्वविधौ इति न कर्तुं शक्यते, तदा तु गुणकार्यप्रसक्तिः भवति, तदा असाद्रूपं प्राप्नुमः इति तत्र क्लेशः जायते खलु इति कृत्वा मातु मातृभिः किम् उच्यते इत्युक्ते अत्र न यशब्दस्य इति न स्वीकुर्मः, तत्र केवलं यकारस्य यस्य हलः इति यकारस्य लोपं स्वीकृत्य प्रथमं यकारस्य लोपः भवति, तदनन्तरम् अतो लोपः इति ह्रस्वकारस्य लोपः भवति, तदा तु यदा अकारस्य लोपादेशः जायते तदा तु अचः परस्मिन् पूर्वविधौ इति स्वीकृत्य अस्माभिः पूर्वविधि यत् कार्यमस्ति अतोपदायाः नो चेत् पुगन्तलघुपदस्य तस्य निषेधम् अस्माभिः कर्तुं शक्यते इति. अत्र किम् उच्यते अपि च इति कृत्वा तर्हि तदेव उक्तमस्ति, यदि अन्यतपि अस्ति यदि अतोलोपः इति प्रथमं कुर्मः चेत् यस्य हलः इत्यस्य कार्यं न भवति खलु इति कृत्वा प्रथमं यस्य हलः इति एव कर्तव्यं, तदनन्तरमेव अतोलोपः इति कर्तव्यं भवति खलु इति कार्यं भवेत् इति उक्तमस्ति. अपि सङ्घातग्रहणमिति यथा काशिकायामपि सिद्धान्तकौमुद्याम् इति दत्तमस्ति य शब्दस्य लोप स्यात् आर्धधातुकप्रत्यये परे, सङ्घातग्रहणम् इत्युक्ते यकार अकारयुक्त यदि अस्ति तदानीम् एव यस्य हलः कार्यं करोति, यदि केवलं यकार अस्ति तत्र यस्य हलस्य कार्यं न भवति. सङ्घातग्रहणं महोदय उक्तवान् इति सङ्घातग्रहणम् इति स्वीकृत्य एव तत्र तैः तत्र तैः इति दत्तमस्ति य शब्दस्य लोप साक्षात् यकारस्य एव लोपः न तु य शब्दस्य स्मर्तव्यम्, एकस्य लोपः भूत्वा अन्यस्य न भवति इति नास्ति खलु, तत्र केवलं यकारः अस्ति चेत् कार्यं न भवति इति महोदय उक्तवान्. यदि यकार अकारयुक्त भवेत् तदानीमेव यस्य हलस्य कार्यं भवति, यदि केवलं यकार अस्ति तत्र यस्य हल कार्यं न करोति, सो इति सङ्घातग्रहणम् इति अस्ति. अवगतं भगिनि, अस्तु तदेव अग्रे उक्तमस्ति इति मन्ये खलु. भगिनी तत्र सरला भगिनी पठति वा? अस्तु. लेलिख्य योग इष्यति यस्य हल इत्यनेन यकारलोपः लेलिख् योग इष्यति लेलिख योग इष्यति अतो लोप इत्यनेन अल्लोप लेलिख् योग इष्यति अच पूर्वस्मिन् पूर्वविधौ इत्यनेन अकारस्य स्थानिवत् स्थानीवत्वात् पुग्दन्तलघुपत्यस्य चर्चनेन गुणकार्यं न भवति लेलिखिष्यति इति भवति. सो इदानीं लेलिख्य योग इष्यति अस्ति, इदानीं यत् पूर्वं चर्चा वयं दृष्टवन्तः पूर्वस्मिन् परिच्छेदे, यत् यस्य हल यत् अस्ति तत् तस्य यत् अस्ति यकार अकारयुक्त अस्ति, इदानीं केवलं यस्य हल अनेन केवलं यकारस्य एव लोपः भवति अकार अवशिष्यते, तो लेलिख् इति भवति लेलिख योग इष्यति. इदानीम् अतो लोप इत्यनेन अल्लोप अस्ति, अतो लोप पुनः इदानीं लेलिख्य इदानीं लेलिख् अतोलोप वयं दृष्टवन्तः इति भवति उपदेश अवस्थायाम् आर्धधातुकप्रत्यये परे अस्ति, लेलिख् इति उपदेश अवस्थायां नास्ति साधु, किन्तु परिभाषा अस्ति एव अस्ति भगिनि, तत्र प्रक्रियायाम् उपदेश अवस्थायाम् अस्ति लेलिख्यति, नूतनधातुः प्राप्तः खलु. नो लेकिन् भगिनी एका परिभाषा अस्ति यङ्ग् लुवन्त प्रकृतिग्रहणे प्रकृति यत् प्रकृतिग्रहणं भवति तथा हि यङ्ग् लुगन्त अत्रापि ग्रहणं करणीयम् इति अस्ति. यङ्ग् तत्र किमस्ति प्रकृतिग्रहणे यङ्ग् लुगन्तस्यापि ग्रहणम् इति खलु. आम् आम् आम्. तद् किमर्थं तत् तद् अन्य अन्य अन्या वार्ता अस्ति खलु, किन्तु तत्र अपि लेलिक् इदानीम् उपदेश अवस्थायाम् इव प्रकृति यथा लिक् भवति तथैव इति गृह्यते. नो चेत् अपि भगिनी तत्र एङ्ग्लुगुप्तस्यापि ग्रहणं, किन्तु यत्र वयम् अन्य निजन्तं स्वीकृतवन्तः तत्रापि प्रक्रिया तत्र किम् अस्ति अस्माभिः स्वीकृतमासीत् खलु तत्र उपदेश अवस्था इति स्वीकृत्य एव कृतमासीत् किन्तु तत्र तु उपदेश अवस्था नास्ति कथा न कथा इति तु उपदेश अवस्था अस्ति निश्चयेन तत्र पाणिनिना तथा एव निर्दिष्टमस्ति आचार्यैः किन्तु अन्यत्र खाति इति खति इति धातुः अस्ति खलु निजन्तधातुः सः धातुः अपि उपदेश अवस्थायाम् अस्ति खलु आदिम अन्यति यदि प्रत्यययोजनेन यदि अतिदेशधातुः न भवति सः तु विकरणप्रत्ययस्य योजनं नास्ति खलु केवलं नूतनधातुः प्राप्तः तादृशनूतनधातूनामपि तत्र उपदेश अवस्था इति वर्तते ओ तथा मम अवगमनम् अस्तु अस्तु अतो लोप इति आर्धधातुकप्रत्ययिष्यति इति आर्धधातुकप्रत्ययिष्यति इति आर्धधातुकप्रत्ययः अस्ति तो इति अनेन तत्र वर्णनमेलनं भवति इदानीं लेख यदि पूर्वं भवति इद अकार लेलिख् योग इष्यति आगच्छति तु लेलिख् अतोलोपनेन अकारस्य लोप भवति अदन्तङ्गम् अस्ति लेलिख् तु लेलिख् योग इष्यति इदानीं सार्वधातुक आर्धधातुको इति सूत्रेण क्षम्यतां पुगन्तलघुपतिस्य इति सूत्रेण लेलेख् इति भवेत् किन्तु तत् बाधित्वा अच परस्मिन् पूर्वविधौ इति सूत्रं कार्यं भवति अनेन किं भवति अल्लोप अभवत् तस्य स्थाने अजादेश भवति तत् अजादेशपरनिमित्तक अस्ति आर्धधातुकप्रत्ययिष्यति तस्य परे अस्ति पूर्वविधौ अपि अस्ति पुगन्तलघुपत्यस्य अस्ति पूर्वविधिः अस्ति देशिकरीत्या तु अतः निमित्तानि पूरितानि पुगन्तलघुपत्यस्य चस्य कार्यं निषेधं भवति लिखिष्यति इति सम्पन्नं भवति तो यथा उक्तं माता वदति यत् यस्य हलत्यनेन य शब्दस्य यकार अकारयोः लोप यदि स्यात् तर्हि अच परस्मिन् पूर्वविधौ इत्यस्य प्रसक्तिः एव न अभविष्यत् यतोहि अच एव स्थानीवत्त्वं विधीयते तत्र य अकारस्थानी नास्ति अपि तु य शब्द एव स्थानी तस्यां दशायां स्थानीवत्त्वं न भवति सो अच परस्मिन् पूर्वविधौ अत्र अचुवन्न एव अजादेश भवति न तु अच युक्त यकार यथा य शब्द अस्ति तस्य अपि आदेश भवेत् तो इति तु नास्ति तो यस्य हल यत् सूत्रम् अस्ति तत्र य शब्दस्य लोप प्रथमं न भवति अनेन केवलं यकारस्य एव लोप भवति यदि तदनन्तरम् अतो लोप अनेन अल्लोप भवति तदनन्तरमेव च परस्मिन् पूर्वविधौ अजादेश परनिमित्तक भवति यदि अजादे इति अल्लोप न भवति तत् केवलं य शब्दस्य वयं लोप कुर्मः तत्र अच परस्मिन् पूर्वविधौ तस्य प्रसक्तिः न भवति कारणके निमित्तानि न सन्ति ते अच इति नास्ति य शब्द इति समाधानं पुनः दत्तमस्ति लेलिख्य योग इष्यति इति स्थले अतो लोप इत्यनेन एव अकारस्य लोप भवति न तु यस्य हल इत्यनेन प्रमाणार्थं यस्य हल इत्यस्य पदं मञ्जरी व्याख्यां माता प्रदिष्टवती यत् अवश्यं च अतो लोप एव अत्र इष्टव्य अन्यथा पापचक इत्यादौ अथ उपधाया इति वृद्धि स्यात् स्थानिवद्भावात् न तस्मात् सङ्घातस्य ग्रहणम् अवश्य अस्तु लोप इति तदेव युक्तं पच् योगयङ् पापच्य रुगणुमुल् यस्य हलरिणि पापच् योगनूल् अकारसहित यकारस्य लोपेन अच परस्मिन् पूर्वविधौ इत्यस्य अप्रसक्ति स्थानिवद् अभावात् अत उपधाय इत्यनेन वृद्धि पापाचक् इति अनिष्टरूपम् अस्ति यदि क्रमेण यस्य हल् इत्यनेन यकारस्य लोपः क्रियते अपि च अतो लोपः इत्यनेन अकारस्य लोपः तदा अच परस्मिन् पूर्वविधौ इत्यस्य स्थानिवत् स्थानिवत्वात् अतोपधाया इत्यनेन वृद्धित्वं नास्ति तस्मात् पापचक इति इष्टरूपं जायते. इदानीं माता तस्य समाधानं पदमञ्जिन्याम् उदाहरणं स्वीकृत्य ददाति. लेलिख्य योगयिष्यति यथा वयं दृष्टवन्तः अतो लोपनेन यदि अकारस्य लोप कुर्मः प्रथमं तत् तदनन्तरं यस्य हल् इत्यनेन प्रमाण यस्य हल् इत्यस्य पदमञ्जरीं माता च अतो लोप एव अत्र इष्टव्य अन्यथा पापचक इत्यादौ अतः उपधाया इति वृद्धिः भवति. यदि पच् धातु इति स्वीकुर्मः पापच् इति यङ् लुगन्तरूपमति पापच्य तत्र पच् योग यङ् इति पापच्य इति यङ् सहित यङ् सहित यङन्त यङन्तधातु अस्ति पापच्य योग रुमुल् रुमुल् इति जानीमः तत्र किमस्ति सूत्रम् अक् अक् आदेशः भवति योरणको अनेन वकार स्थानी णकारस्य चुट्टूनि भवति लकारस्य हलन्त्यस्य स्थाने योरनकोनि अकादेशः भवति. तो तत्र पापच् योग अक इति इदानीं पापच् योग अक इति आर्धधातुकप्रत्ययः अस्ति. तो पापाचक इति भवेत् किन्तु अच पर्वस्मिन् पूर्वविधौ इत्य अत्रापि अजादेश पूर्व परनिमित्तकम् अस्ति आर्धधातुकप्रत्ययः रिमूल् प्रत्ययः अस्ति पूर्वविधिः अत्र उपधायाम् अस्ति तत्र बाधितं भवति अतः इत्यस्य उदाहरणमस्ति पापचक इति रूपं भवति इष्टरूपं न तु पापाचक इति न भवति इति अस्ति. तावत्पर्यन्तं वयं कृतवन्तः इति अपि न पठितवन्तः भगिनि साधु अरुणा भगिनी या वयं न पठितवन्तः एतत् पदमञ्जरी अवधारणं आगतवती भगिनि महोदय वयं न कृतवन्तः लेलिख्य परस्मिन् पूर्वविधौ इति स्थगितमस्ति इत्येव तत्र नामकरणं कृतवान् अग्रे तस्मिन् एव अग्रे चर्चा जायते वा अग्रिमे सप्ताहे सम्यक् अस्ति मुद्रणस्य